गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् नमस्कारः महोदय नमस्कारः शिवः अस्तु तर्हि साधारणकारणानि कानि इत्यस्मिन् विषये चिन्तनं जायमानमस्ति तर्हि तत्र षड् साधारणकारणानि नैयायिकैः अङ्गीकृतानि इति तत्र दिक् अपि च कालः द्वयमपि साधारणकारणम् अधिकरणत्वात् सर्वाणि कार्याणि इह नो चेत् इदानीं जायते इति कृत्वा कुत्रचित् जायते कदाचित् जायते इति कृत्वा दिक् अपि च कालः सर्वेषां कार्याणाम् अधिकरणं भवति इति साधारणकारणम् तदनन्तरम् ईश्वरज्ञान इच्छाकृतिः ईश्वरीयज्ञान इच्छाकृतिः ते अपि तानि अपि साधारणकारणानि भवन्ति इति अस्माभिः चिन्तितम् इदानीं पञ्च समाप्तमस्ति अग्रे प्रागभावः इति एकः अवशिष्टः अस्ति तस्मात् पूर्वं गते वर्गे एकः गृहपाठमासीत् घटोत्पादने ईश्वरस्य परमात्मनः साधारणकारणत्वं कुलालस्य जीवात्मनः असाधारणकारणत्वं च स्वीकारे चिन्तयन्तु इति तर्हि प्रश्नः अस्ति यदा घटस्य उत्पादनं भवति तदा ईश्वरस्य साधारणकारणत्वम् ईश्वरः ईश्वरीयज्ञानस्य इच्छायाः कृतेः वा इति प्रश्नः नास्ति ईश्वरीयज्ञानम् इच्छाकृतिः यस्मिन् ईश्वरे अस्ति सः ईश्वरः अपि कारणं वा तस्यापि साधारणकारणत्वं स्वीकर्तव्यं वा एवमेव कुलालः कुलालस्य असाधारणकारणत्वं स्वीकर्तव्यं वा इति प्रश्नः आसीत् तर्हि केनापि चिन्तितं किम् अस्मिन् विषये आं महोदय प्रश्नद्वयमस्ति तर्हि कः प्रश्नः उक्त्वा तदनन्तरम् उत्तरं ददातु आम् अस्तु महोदय तत्र प्रश्नः अस्ति यदा ईश्वरस्य ज्ञानं कृति इच्छा इति गुणाः घट उत्पादनस्य कारणं साधारणकारणं कारणानि सन्ति तदा ईश्वरः घट उत्पादनस्य कारणं यत्किमपि कारणं भवितुम् अर्हति वा इति प्रश्नः अस्ति प्रथमप्रश्नः तत्र तत्र प्रथमप्रश्नः ईश्वरः साधारणकारणं वा न वा इति प्रश्नः साधारणकारणं वा इति इत्युक्ते तत्र कारणत्वं निरूपयामश्चेत् तदनन्तरमेव साधारणकारणं वा असाधारणकारणं वा इति चिन्तयितुं शक्यते अस्तु ईश्वरः कारणं वा इति प्रश्नः अत्र ईश्वरः ईश्वरस्य ईश्वर आत्मा परमात्मा लक्षणमस्ति तत्र ज्ञानाधिकरणम् आत्मा इति अस्ति जीवात्मा भवतु परमात्मा भवतु तत्र ज्ञानाधिकरणम् आत्मा इति अस्ति तत्र ज्ञानस्य अधिकरणम् इत्युक्त्वा तत्र ईश्वरः समावयकारणं ज्ञानस्य इदानीं तत्र ईश्वरः समावयकारणं ज्ञानस्य ज्ञानं ईश्वरस्य ज्ञानं घटं प्रति साधारणकारणम् अस्ति तदा कारणं किमर्थम् अत्र केवलं पुनस्मारणार्थं किमर्थम् ईश्वरीयज्ञानं साधारणकारणं तत्र अनुमानेन वयं साधितवन्तः यत् कुलालः अस्ति कुलालः घट उत्पादनं कथं करोति वयं चिन्तयामश्चेत् कुलालस्य ज्ञानं विना कुलालं कदापि तत्र घटं निर्माणं कर्तुं शक्यते कस्मिन् विषये ज्ञानं विना तत् कपालः घटस्य किं कारणं कपालात् घटं जायते इति ज्ञानं विना तत्र तेन घटनिर्माणं कर्तुं न शक्यते उत्तमं कपालस्य समवायीकारणत्वज्ञानं विना समवायिकारं ज्ञानं न तादृशं कर्तुं न शक्यते. अस्तु, एवं तत्र ईश्वरः जगतः स्रष्टा इति स्रष्टा इति वदामश्चेत् तत्र न तद् अत्र नैयायिकाः वदन्ति किम् ईश्वरः जगतः स्रष्टा इति. तत्र यदि स्रष्टा इति वदति तर्हि किमर्थं निरूपणीयं? तन्निरूपणार्थमेव इदानीं चिन्तनं खलु, स्रष्टा वा न वा इति. अत्र अस्तु, अहं सामान्यप्रयोगं कृतवान्. अत्र जगतः सृष्टिं वयं पश्यामः तस्म जगतः पृष्ठतः कश्चन चेतनवस्तु भवेत् इति अनुमानेन स्वीकृतं. यथा तत्रापि तत्र ज्ञानं विना कथं वा जगतः सृष्टिः भवितुम् अर्हति? यथा घटस्य उत्पादनं कुलाले विद्यमानं ज्ञानं विना घट उत्पादनं न भवति, तादृशं जगतः सृष्टिः अपि ईश्वरे विद्यमानं ज्ञानं विना न भवितुम् अर्हति इति अनुमानेन साधितम्. ईश्वरीयज्ञानं विना जगतः सृष्टिः न भवति इति अनुमानेन साधितं वा इति अत्र नमस्ते महोदय. अहं मन्ये अत्र ईश्वरीयज्ञान इच्छाकृति एतत् सर्वं तत् सर्वस्य अधिकरणं किम् इत्युक्ते परमात्मा. एकनिमिषं महोदय, तत्र इदानीं प्रश्नः भिन्नः जातः खलु. यद् वाक्यं श्रीराममहोदयेन उक्तं तत् समीचीनं वा इति मम प्रश्नः. इत्युक्ते तेन किम् उक्तं, जगतः सृष्टिः ईश्वरीयज्ञानं विना न भवति इति अनुमानेन ज्ञातम् इति तेन उक्तं, तत् समीचीनं वा? सृष्टिः ईश्वरीयज्ञानेन विना समीचीनम् इति भाति मम चिन्तनमस्ति. ईश्वरीयज्ञानविना जगतः सृष्टिः कथं उत्पद्यते न उत्पद्यते, अतः तत्तु समीचीनमेव इति भाति मम. इति अनुमानेन अस्माभिः न निरूपितं खलु. अस्तु, अत्र कः क्लेशः इति चेत् ईश्वरः कोऽपि भवेत्, ईश्वरस्य अस्तित्वे अनुमानं कृतम्. कुलालं विना, कुलालम् इति चेतनं विना, कुलालः इति चेतनं विना यदा घटस्य उत्पादनं न भवति तथा कोऽपि ईश्वरः कोऽपि चेतनः भवेत् येन अत्र परमाणुद्वयोः मध्ये संयोगः जायते, पुष्पाणि विकसन्ति, बहूनि कार्याणि अत्र चेतनेन न क्रियते खलु लोके, तत् प्रत्यक्षेन दृश्यते. तर्हि तत्र कोऽपि चेतनः भवेत् तर्हि तादृशः कः इति चेत् ईश्वरः इति. तर्हि ईश्वरस्य अस्तित्वम् अनुमानेन साधितम्. तर्हि ईश्वरस्य अनुमानम् ईश्वरस्य अस्तित्वम् अनुमानेन साधितम् इति कृत्वा किं जातम्? ईश्वरस्य यद्यत् अनुमानेन साधयामः तत्र लाघवार्थं किं किं स्वीकुर्वः? तर्हि ईश्वरस्य नित्यत्वम् एकत्वं विभुत्वं स्वीकृतम्. अस्तु, तदनन्तरम् इदानीम् ईश्वरः आत्मा अस्ति, कीदृशद्रव्यम् ईश्वरः चेतनः भवेत् खलु. तर्हि यथा श्रीधरमहोदयेन समीचीनतया उक्तं, तत्र ज्ञान अधिकरणम् आत्मा इति एव लक्षितम्, आत्मनः लक्षणं कृतं. तर्हि यस्मिन् ज्ञानं भवति सः एव चेतनः भवति इति कृत्वा आत्मा एव चेतनः भवितुमर्हति. नवद्रव्येषु केवलम् आत्मा एव चेतनः भवितुमर्हति इति जातम्. तर्हि ईश्वरस्य अस्तित्वम् अनुमानेन निरूपितम् इति कृत्वा तत्र चेतनत्वस्य आवश्यकता अस्ति इति कृत्वा ईश्वरः चेतनः इत्युक्ते ईश्वरे अपि ज्ञानम् अस्ति इति अनेन अनुमानेन एव जातम्. बुद्धं खलु? इत्युक्ते ईश यथा घटस्य उत्पादनाय कुलाले ज्ञानम् अपेक्षितं तादृशम् ईश्वरे अपि ज्ञानम् अपेक्षितम् इति न अनुमानं कृतम्. जगतः सृष्टेः कोऽपि चेतनस्य आवश्यकता अस्ति, तर्हि स च चेतनः भवतु ईश्वरः. ईश्वरः चेतनः भवत्येव, ज्ञानं तस्मिन् भवत्येव. चेतनः इति यदा वयं वदामः इत्युक्ते अचेतन ईश्वरः, अचेतन ईश्वरस्य अस्तित्वम् अनुमातुं शक्यते किम्? हा, तर्हि ईश्वरः ईश्वरस्य अस्तित्वे अनुमानं कुर्वश्चेत् स चेतन ईश्वरस्य एव अनुमानं कृतं खलु. चेतनेन सह चैतन्येन सह एव ईश्वरः भवेत्. नो चेत् ईश्वरः अस्ति तर्हि तत्र तस्मिन् चेतनत्वं पुनः अनुमातव्यम् इति नास्ति. तर्हि ईश्वरः ज्ञानवान्, ज्ञानवान् ईश्वरः एव ज्ञानवान् ईश्वर ज्ञान किं वक्तव्यं तत्र यः ईश्वरः ज्ञानवान् अस्ति तस्य एव अस्तित्वम् अनुमानेन कृतम् इति कृत्वा ईश्वरे ज्ञानमस्ति इति अनुमानं पुनः न करणीयम्. शिरामहोदय, बुद्धं खलु? महोदय, तद् बुद्धं महोदय. अत्र मम क्लेशः अस्ति, अत्र यथा कुलाले ज्ञानमस्ति तु विशिष्ट तपाल समवायिकारणज्ञानं विना घट उत्पत्तिः न भवति, तादृश विशिष ज्ञानं भवति इत्येव अनुमानेन न स्वीकुर्मः वा? एकनिमिषं, तद् इदानीं भवान् किं करोति, द्वितीयसोपानं प्रति चिन्तयति. अत्र प्रथमसोपाने इदानीं मया किम् उक्तं पुनः वदतु, भवतः अवगमनं किम् इति. केवलं निगमनम् एव वदतु. अस्तु, तत्र ईश्वरस्य ज्ञान ईश्वरे विद्यमानं ज्ञानम् अनुमानेन न साधितं तु ईश्वरस्य अस्तित्वमेव अनुमानं साधितम्. कीदृश ईश्वरस्य? तत्र चैतन्यवत् ईश्वरस्य. हा, उत्तमं. चेतनवान् ईश्वरस्य, ज्ञानवान् ईश्वरस्य अस्तित्वं साधितं खलु? ज्ञानवान् ईश्वरस्य अस्तित्वं साधितम् इति कृत्वा पुनः ईश्वरे ज्ञानमस्ति इति न साधनीयम्. सत्यम्. हा, इति एकं. तर्हि इदानीं द्वितीयसोपानं गच्छेमश्चेत् ईश्वरः ज्ञानवान्, तादृश ईश्वरस्य अस्तित्वमेव अस्माभिः अनुमानेन साधितमिति कृत्वा इदानीम् ईश्वरीयज्ञाने प्रथमम् ईश्वरज्ञानानि कति इति प्रश्नः. कति ज्ञानानि अपेक्षितानि इति चेत् ईश्वरीयज्ञानं नित्यं, केवलम् ईश्वरः नित्यः नास्ति, ईश्वरीयज्ञानमपि नित्यम् इति अस्माभिः ईश्वरस्य अस्तित्वेन एव तदपि तस्यापि नित्यत्वं स्वीकृतम्. अपि च सर्वे विषयाः ईश्वरीयज्ञाने एकस्य ज्ञाने विषयाः भवन्ति. सर्वे विषयाः ईश्वरीय एकज्ञाने विषयाः भवन्ति इति कृत्वा ईश्वरीयज्ञानं साधारणकारणम् अस्माभिः अङ्गीक्रियते वा न वा तत्र भवत्येव. किमर्थम्? ईश्वरः नित्यः, ईश्वरः ज्ञानवान्, तस्मिन् ज्ञानमस्ति, स च ज्ञानमपि नित्यमस्ति, तत्रैव लाघवमस्ति खलु. इत्युक्ते अत्र लाघवार्थं ज्ञानमपि ईश्वरीयज्ञानमपि यदि अनित्यम् इति वदामः तर्हि केनापि इन्द्रियेण जायेत, तस्मिन् इन्द्रियाणि वक्तव्यानि भवन्ति. पुनः कथं जायते तत्र सन्निकर्षाणि इति एतत् सर्वं वक्तव्यं भवति इति कृत्वा, अपि च यत्र एकमेव ज्ञानम् इति स्वीकुर्मः तत्र क्लेशः विदास्ति। तर्हि क्लेशः नास्ति चेत् राघवार्थम् ईश्वरीयज्ञानम् एकं, तस्मिन् ज्ञाने सर्वे विषयाः भवन्ति विशेष्यरूपेण। अत्र विशेष्यः, संसर्गः, प्रकारः इति त्रयः विषयाः अपि न वक्तव्यः। किमर्थमिति ते अपि विषयाः एव खलु। इत्युक्ते अस्तु, अत्र अस्माभिः तत्र तद्वदीतप्रकारकज्ञानं तद् अभाववति, तत् प्रकारकज्ञानम् इति भ्रमज्ञानं प्रमज्ञानम् इति अधीतं खलु। तर्हि एतद्विषये चिन्तयामः। अस्तु, सत्यभामा भगिनी वदतु, ईश्वरे ईश्वरे परमात्मनि भ्रमज्ञानं भवितुमर्हति वा? आं महोदय, भ्रम आत्मनि परमात्मनि नास्ति, जीवात्मनि एव। मम प्रश्नस्य उत्तरं ददातु। नास्ति। किमर्थम्? ईश्वरे परमात्मनि सर्वविषयज्ञानम् अस्ति, अतः तस्य भ्रमा कदापि न भवति। सर्वज्ञानम् अस्माकमपि सर्वे विषयाः अस्माभिः न ज्ञायते चेदपि, ज्ञायन्ते चेदपि अस्माकं तु न्यूनातिन्यूनं ज्ञानमस्ति खलु। सर्पज्ञानमस्ति, रज्जुज्ञानमस्ति, सर्पत्वज्ञानमस्ति, रज्जुत्वज्ञानमस्ति। किन्तु अत्र सत्त्व अंशात् एव ईश्वरस्य सृष्टिः खलु। इदानीं न्यायवर्गे अस्ति, अतः एव अहं चिन्तितवती। अस्माभिः यत् पठितं तत् आधारीकृत्य अत्र सत्त्व तम रज इति किमपि अस्माभिः अधीतं, तद् आधारीकृत्य वदामि। आधेयतसम्बन्धः तादृशं वदामि। ईश्वरीयज्ञाने स्वभावतया आधेयता, अधिकरणता, सम्बन्धता यस्मिन् ज्ञाने अस्ति तस्मिन्नेव, यस्य विषयस्य ज्ञाने अस्ति तस्मिन्नेव विषये ज्ञानतः अपि प्रकारता संसर्गता विशेषता अस्ति इति नास्ति। तदेव तदेव प्रमाज्ञानं खलु। सत्यं, किन्तु यदि भ्रमा भवति, यस्य भ्रमा भवति तस्यैव इदानीं प्रमा भ्रमा इति भेदः करणीयः। प्रश्नः अस्तु, किञ्चित् शृणोतु। अस्तु, अन्येषां चिन्तनं किं? प्रश्नः बुद्धः वा? ईश्वरे भ्रमज्ञानं भवितुम् अर्हति वा? वयं तु जानीमः न भवति इति, कथं वा ईश्वरे भ्रमः जायेत? किन्तु किमर्थम्? तत्र तत् अभावक तत्र अभाव महोदय तद् अभाववति प्रकारको अनुभवः यथार्थ अत्र तत् अभाव इत्युक्ते भिन्न पदार्थस्य ज्ञानम्। इदानीं शुक्तिकायां रजतत्वज्ञानम् ईश्वरे कदापि न भवति। किमर्थं? तदेव प्रश्नः, किमर्थं वदति? तदेव उपपादनं करणीयं खलु। तत्र तद् तद् अभाव इत्युक्ते किं तत्र शुक्तिकत्वं यदा कदापि तस्य अवगमनं न भवति। शुक्तिकमेव स अवगच्छति। किमर्थं? सः अपि आत्मा, अहमपि आत्मा, यदि मयि रज्जौ शुक्तिकत्वं दृश्यते तथा तस्यापि भवतु। तदा इदानीं जीवात्मनि केन कारणेन एतादृशज्ञानं जायते इति एव ज्ञातव्यम् इति अहं चिन्तयामि महोदय। हा, तर्हि तस्मिन् विषये चिन्तयतु, किमर्थं जीवात्मनः भ्रमज्ञानं जायते? महोदय, अहं मन्ये जीवात्मनि यः ज्ञानम् उत्पद्यते तत्तु इन्द्रियेण उत्पद्यते, परन्तु ईश्वरीयज्ञानं तु इन्द्रियेण न उत्पद्यते, तत्तु नित्यमेव. उत्तमं, बहु उत्तमं. तर्हि ईश्वरे ब्रह्मज्ञानं यदा कदापि न जायते. फस्ट् आफ् आल् प्रथमं तु जायते इति न वक्तव्यमेव. ईश्वरे केवलम् एकमेव ज्ञानमस्ति, तज्ज्ञानं नित्यमपि इति तु भवतु. किन्तु अस्माकं ज्ञाने तत्र इन्द्रियसन्निकर्षेण ज्ञानं जायते. तर्हि यत्र किञ्चित् क्लेशः अस्ति इत्युक्ते, इदानीं यदा प्रकाशः सर्वत्र अस्ति, समीचीनप्रकाशः सर्वत्र अस्ति, तत्र इदानीं रज्जुं दृष्ट्वा एषः सर्पः इति यदा कदापि न वदामः खलु. तर्हि किञ्चित् अन्धकारः भवेत्, सम्पूर्ण अन्धकारमस्ति चेदपि रज्जुमेव न दृश्यते, तर्हि तत्र एषः सर्पः इति ज्ञानं न भवत्येव. तर्हि यत्र पूर्ण अन्धकारः अस्ति तत्र एषः सर्पः इति ब्रह्मज्ञानं न जायते. यत्र तत्र सम्पूर्णप्रकाशः अस्ति तत्रापि एषः सर्पः इति ब्रह्मज्ञानं न जायते. किञ्चित् द्रष्टव्यमस्ति, किन्तु किमस्ति इदम् इति तावत् द्रष्टव्यम्. अयम् अत्र किमपि अस्ति इति तावद् द्रष्टव्यम्. केवलं तावदिति नास्ति, तत्र तस्य आकारः कीदृशमस्ति, सर्प इव आकाशः अपि द्रष्टव्यमस्ति, तावद् द्रष्टव्यम्. किन्तु निश्चयेन एषः सर्पः नो चेत् एषः रज्जुः तावत्पर्यन्तं न द्रष्टव्यं. तर्हि तादृशप्रकाशः भवेत्. सम्पूर्णप्रकाशः अस्ति चेत् ब्रह्मज्ञानं न जायते, सम्पूर्ण अन्धकारः अस्ति चेदपि ब्रह्मज्ञानं न जायते. तन्मध्ये तावत् प्रकाशकः प्रकाशस्य आवश्यकता अस्ति येन तत्र अत्र किमपि अस्ति अयम् इति वक्तुं शक्यते. तत्र आकारः अपि दृश्येत, किन्तु सर्पः नो चेत् रज्जुः इति निश्चितज्ञानं न भवितुं योग्यं प्रकाशं तत्र नास्ति चेत् तादृशसन्दर्भे एव ब्रह्मज्ञानं जायते इति एकम् अस्तु. तर्हि तादृश अपेक्षा इत्युक्ते अत्र प्रकाशस्य अन्धकारस्य इति एतेषां चिन्तनं कदा क्रियते? इन्द्रियसन्निकर्षः यदा भवति तदा एव खलु. अस्तु, इति कृत्वा तत्र अन्धकारः भवतु प्रकाशः भवतु, मध्ये किमपि स्थितिः भवतु, ईश्वरीयज्ञानं सर्वदा भवत्येव नित्यत्वात् सर्वविषयकत्वात्. सर्वे च विषयाः च सर्वविषयाः इति कर्मधारे समासः अत्र. सर्वविषयकत्वात् नित्यत्वात् अत्र अस्तु. अपि च अत्र प्रकारः संसर्गः विशेष्यः इति ज्ञानस्य त्रयः विषयाः किमर्थं नैयायिकैः कल्पिताः इति अपि मया पूर्वम् उक्तं, किन्तु पुनस्मरणं करोमि. किमर्थं प्रत्येकं ज्ञाने त्रयः विषयाः इति वक्तव्यम्? एकः एव विषयः भवतु, अयं घटः. यदा अहं घटं पश्यामि अयं घटः इत्येव ज्ञानं जायते खलु. तत्र प्रकारता घटत्वे अस्ति, संसर्गता समवाये अस्ति इति तादृशज्ञानं व्यवहारदिशा दिशि न भवत्येव. अयं घटः, तर्हि विषयः एव एकः एव भवति सामान्यतया. किन्तु किमर्थं नैयायिकैः त्रिधा विभक्तं विषयः इति चेत्, भ्रमनिरूपणार्थम् एव त्रिधा विभक्तं, प्रकारः संसर्गः विशेष्यः इति. तर्हि तद्वदी तत्प्रकारकज्ञानं प्रमाज्ञानं भवति, तदभाववती तत्प्रकारकज्ञानं भ्रमज्ञानं भवति इति बोद्धुं प्रत्येकं ज्ञानस्य विषयाः त्रयः इति नैयायिकैः कल्पितम्. नो चेत् भ्रमज्ञानस्य निरूपणं न कर्तुं शक्यते तैः. अस्तु, तर्हि इदानीं ईश्वरीयज्ञानम् एकं नित्यं तद् यदा कदापि न जायते. अत्र इन्द्रियसन्निकर्षस्य अपेक्षा अपि नास्ति इति कृत्वा अत्र ईश्वरीयज्ञाने तत्र प्रकारः वर्तते, संसर्गः वर्तते. इत्युक्ते प्रत्येकं ज्ञाने त्रयः विषयः, तस्य ज्ञानमेव एकं. प्रत्येकं ज्ञाने त्रयः विषयः इति अस्माकं कृते, जीवात्मनः कृते वक्तव्यम्. ईश्वरीयज्ञानं तु एकं, तस्य ज्ञानस्य विषयाः के इति चेत् सर्वे विषयाः तस्य ज्ञानस्य इति कृत्वा तर्हि तत्र पुनः किमर्थं विभजनं कर्तव्यं? सर्वेषु विषयेषु तत्र प्रकाराः, संसर्गाः, विशेष्याः इति पुनः ते सर्वे ईश्वरीयज्ञाने एकस्मिन् ज्ञाने अन्तर्भूतमस्ति इति कृत्वा किं जातम्? अनेन तर्हि ईश्वरीयज्ञाने सर्वे विषयाः इति एकम्, ईश्वरीयज्ञानं नित्यम्, ईश्वरीयज्ञानम् इन्द्रियसन्निकर्षं विना यदा कदापि न जायते, ईश्वरीयज्ञानम् अत्र प्रमा वा भ्रमा वा इत्युक्ते ज्ञानम् इति एव. तत्र प्रमा सर्वाणि तत्र सर्वाणि इति अपि न वक्तव्यम्, एकमेव ज्ञानं खलु. तर्हि प्रमज्ञानं तज्ज्ञानं प्रमज्ञानं प्रमाज्ञानमेव सर्वे विषयाः तस्मिन् अन्तर्भूताः इति कृत्वा अस्तु. अपि च इन्द्रियसन्निकर्षं न अपेक्षितम् इति कृत्वा अन्धकारः अस्ति चेत् तत्र ईश्वरः न ज्ञायते, प्रकाशः अस्ति चेदेव ज्ञायते इति तादृशं किमपि न चिन्तनीयम् ईश्वरस्य विषये. अतः एव सः परमात्मा. अत्र उपनिषदि अपि आगच्छति, श्रोत्रं विना सः श्रूयते, चक्षुः विना सः पश्यति, पाणिं विना सः पादौ विना सः गच्छति इति. अत्र एतत् सर्वम् उपनिषदि अस्ति, किन्तु यदा वेदान्तव्याख्यानाभिः व्याख्यातृभिः अत्र उक्तम्, एतत् सर्वम् एतादृशचिन्तनं चिन्तनं न कुर्वन्ति. वस्तुतः एतादृशचिन्तनं करणीयं. कथं वा ईश्वरः श्रोत्रं विना श्रूयते इति चेत् तस्मिन् सर्वशक्तिः अस्ति, सः सर्वशक्तिमान् इति कृत्वा इति किमपि ते वदन्ति. वस्तुतः यदि तादृशं वदामः तत्र केवलं बिलीफ् इत्येव, श्रद्धा इत्युक्ते श्रद्धा अपि नास्ति, बिलीफ्, अन्धज्ञानमेव तत्. अत्र चिन्तनं विना, अवगमनं विना एवमेव स्वीकारः. सर्वशक्तिमान् इति किमपि न वक्तव्यं. वस्तुतः एतादृशं प्रदर्शनीयं, तस्य इन्द्रियस्य एव आवश्यकता नास्ति इति कृत्वा श्रोत्रं विनापि सः श्रूयते. किं श्रूयते? शब्दज्ञानं श्रूयते. भवतु, श्रूयते इत्युक्ते किं? सर्वाणि सर्वे विषयाः तस्मिन् ज्ञाने अन्तर्भूतमस्ति खलु. तर्हि यद्भूतं यद्भवत् यद्भविष्यति एतत् सर्वं तस्मिन् ज्ञाने अन्तर्भूतमस्ति इति कृत्वा तर्हि अतः एव अत्र तस्मिन् तस्य विषये सहस्रनामं लिखितुं शक्यते. भूतकृत् भूतभृत् इति तादृशं लेखितुं शक्यते. भवतु, अस्तु, अत्र ईश्वरीयविषये चिन्तनं कुर्मः चेत्, नैयायिकानां मतानुसारं चिन्तनं कुर्मः चेत् रुचिकरं भवति. वदतु महोदय. अत्र मम चिन्तनमेवम् अस्ति, अत्र प्रकारः विशेषः अपि च तत्र संसर्ग इति त्रयः विषयाः किमर्थं स्वीकृतम् इति एकम् अस्ति तत्र प्रमा भ्रमा भेदसाधनार्थम्, अन्यमस्ति घटवद्भूतलम् इति ज्ञानमपि अस्ति खलु, तस्य साधनार्थमपि अपेक्षितः अस्ति नास्ति? अत्र विशेषणं विशेष्यं प्रकारः अत्र केवलम् उदाहरणार्थम् उक्तमस्ति. अत्र घटत्वम् इति वदामश्चेत् अवगन्तुं क्लेशः भवति इति चेत् तत्र घटवत् भूतलम् इत्यत्र प्रकारः कः इति चेत् घटः एव प्रकारः, भूतलं विशेष्यः घटवत् भूतलं। तर्हि घटः इत्यपि ज्ञानमस्ति खलु, तस्मिन् ज्ञाने अपि घटत्वं समवायसम्बन्धः घटः इति त्रयः विषयाः सन्ति। केवलम् उपपादनार्थम् एवं दत्तं तावदेव। तदा इदानीं तत्र तत्र परमाणुद्वयं संयोगः जायते चेत् तत्र परमाणुद्वयं तयोः संयोगः इति ज्ञानमपि भवति खलु महोदय, तत्र तादृशमपि तद् तत्र प्रकारः तत्र संसर्गः विशेषः इति ज्ञानं न भवति वा? यदि तत्र अस्तु, किन्तु तत् प्रयोजनम् इति न वक्तव्यम्। इत्युक्ते तादृशव्यवहारः क्रियते, अयम् अस्तु घटवान् भूतलं घटवत् भूतलम् इति, तत्र एकः एव विषयः इति वदामश्चेत् किम् कः क्लेशः? प्रकारः संसर्गः विशेष्यः इति अनुक्त्वा ज्ञानं किम्? एकमेव ज्ञानं, ज्ञानस्य विषयः कः? घटवत् भूतलम्। अत्र कः क्लेशः? तत्र भूतलम् एव विशेषः अस्ति, तु कीदृशं भूतलम् इति वक्तुम् इच्छामश्चेत् घटवत् इति वदामः, विशेषणमस्ति घटवत् इति विशेषणं, विशेष्यं भूतलमस्ति। अत्र प्रकारः संसर्गः विशेष्यः इति भिन्नरीत्या किमर्थं वक्तव्यम्? इत्युक्ते अत्र प्रयोजनं नास्ति खलु, यदि न अहं न वदामि। एवम् अत्र लाघवार्थं घटवत् भूतलम् इत्यत्र एकमेव ज्ञानमस्ति, एकमेव विषयः घटवत् भूतलम् इति एकः एव विषयः, अत्र कः क्लेशः? तत्र एकमेव ज्ञानम् अस्ति चेत् यदा ज्ञानम् एकमेव विषयः, त्रयः विषयाः, ज्ञानस्य त्रयः विषयाः सन्ति इत्येव वदन्ति। इदानीम् अहं वदामि घटवत् भूतलम् इत्यत्र एकः एव विषयः ज्ञानस्य, कः क्लेशः? तस्य कस्य कः विषयः इति घटवत् भूतलम् इति एव विषयः, तत्र त्रयः विषयाः सन्ति खलु महोदय, तत्र घटः अस्ति। यदि तादृशं वदति तर्हि घटः घटवत् इत्यत्रापि त्रयः विषयाः सन्ति खलु? सत्यं, भूतलम् इत्यत्रापि त्रयः विषयाः सन्ति खलु? भूतलम् इति वदामश्चेत् तत्र पृथक्तया वदामः भूतलं, तत्र कुत्र प्राधान्यं वयं दद्मः इति अस्ति खलु? भवतु भोः, अत्र किम् अहं वदामि, यदि घटवत् भूतलम् अत्र उदाहरणम् उक्तं, किन्तु यदि न वदामः तर्हि क्लेशः भवति वा इति चिन्तनीयम्। अस्तु, इदानीं सम्पूर्णरीत्या प्रत्येकं ज्ञानस्य एकः एव विषयः इति एव स्वीकुर्मः। अत्र प्रकारः संसर्गः विशेष्यः इति त्रयविषयाः प्रत्येकं ज्ञाने नास्ति इति स्वीकुर्मश्चेत् प्रमाभ्रमयोः मध्ये भेदः साधयितुं शक्यते किम्? न न हा, तर्हि तदेव प्रयोजनं, तावद् वदामश्चेत् पर्याप्तम्। अत्र अलक्षितप्रयोजनं भवति, तत्र एतद् वक्तुम् अत्र प्रकारः इति वक्तव्यमिति नास्ति, अकथितम् अत्र सूत्रमस्ति खलु, अस्माकं अकथितं च इति सूत्रमस्ति खलु, सत्यं द्विकर्मकधातूनां यत्र विवक्षा, अत्र आचार्यः छात्रं पृच्छति इति चेत् तत्र छात्रः छात्रस्य कर्मसंज्ञा, छात्रः आचार्यः मार्गं पृच्छति इति चेत् मार्गस्य कर्मसंज्ञा। किन्तु इदानीम् आचार्यः छात्रात् मार्गं पृच्छति इति चेत् तत्र छात्रात् इत्यत्र छात्रे अपादानकारकं, तदेव विवक्षितं। तर्हि यत्र अविवक्षितं भवति तत्र अपदितं च इति सूत्रेण आचार्यः छात्रं मार्गं पृच्छति इति अपि वाक्यं भवति इति यथा अत्र अविवक्षिते अत्र वक्तुं शक्यते तथा अत्रापि इत्युक्ते घटवत् इदानीं प्रमज्ञानं भ्रमज्ञानं मध्ये भेदः साधयितुम् अत्र प्रत्येकं ज्ञानस्य त्रयः विषयाः कल्पिताः तदेव मुख्य तदेव प्रधानप्रयोजनमस्ति तस्मिन् सन्दर्भे इदानीम् उक्तम् इति कृत्वा अस्य प्रयोगः अत्र क्रियते तावदेव अस्य निरूपणार्थम् इति न वक्तव्यं यदि तादृशं वदति क्लेशः भवति इत्युक्ते प्रकारः संसर्गः विशेष्यः इति ज्ञानस्य त्रयः विषयः न अङ्गीकुर्मश्चेत् घटवद्भूतलम् इति ज्ञानमेव न भवितुमर्हति इति नास्ति घटवद्भूतलमिति एकमेव ज्ञानम् एकमेव विषयः एकस्य ज्ञानस्य एकमेव विषयः एक ज्ञानमेकमेव खलु यदि अधिकानि ज्ञानानि भवन्ति तदा इतोपि किञ्चित् वक्तव्यं किन्तु ज्ञानमेकमेव चेत् तत्र लाघवार्थम् एकमेव विषयः इति अहं स्वीकरोमि तत्र क्लेशः नास्ति अस्तु भवतु तर्हि समीचीनचिन्तनं जातम् अद्य अत्र ईश्वरीयज्ञाने कीदृशवैशिष्ट्यमस्ति इति इन्द्रियं विना तस्य ज्ञानं भवति भवति इत्युक्ते अस्ति एव नित्यत्वेन तर्हि ईश्वरीय ज्ञानवान् ईश्वरः अन्वितः अस्ति तस्य एकत्वं नित्यत्वं विभुत्वं लाघवात् स्वीकृतमस्ति अपि च तस्य ज्ञानम् अपि नित्यम् एकम् इति अपि स्वीकृतमस्ति तर्हि तत्र तस्य ज्ञाने सर्वे विषयाः सन्ति इति कृत्वा तत्र प्रकारः संसर्गः विशेष्यः इति किमपि न वक्तव्यम् अपि च प्रयोजनमपि नास्ति यदि तादृशविभजनं कुर्मः यदि ब्रह्मज्ञानं तस्य भवितुम् अर्हति तदा एव किन्तु ब्रह्मज्ञानस्य अवसरः एव नास्ति इन्द्रियसन्निकर्षं विना एव तस्य ज्ञानं भवति इति कृत्वा इति एकं द्वितीयं तु नित्यत्वात् तस्य ज्ञानं सर्वविषयकत्वात् इति अत्र बहवः हेतवः अस्माभिः वक्तुं शक्यते अस्तु तर्हि इदानीं प्रकृतविषयं प्रति आगच्छेम अस्तु तर्हि इदानीमपि वक्तव्यं महोदय क्रियाविषये किञ्चित् वदतु महोदय तत् बीजात् अङ्गुरः आयाति तद् उदाहरणं दत्तमस्ति बीजात् अङ्गुरः आगच्छति इति अस्ति खलु अत्र क्रिया सम्भवति तस्य कारणम् ईश्वरः खलु सत्यम् ईश्वरीयज्ञानं क्रियायाः ईश्वरीयज्ञानम् ईश्वरीय इच्छा ईश्वरीयकृतिः कारणं भवति किन्तु क्रिया कुत्र भवति इति चेत् बीजे भवति तस्य कारणम् ईश्वरस्य कृति वा ज्ञानं वा त्रयमपि ज्ञानं विना इच्छा न भवति इच्छा विना कृतिः न भवति यत्र कृति अस्ति तत्र ज्ञानम् इच्छा अपि भवति यत्र कृति अस्ति तत्र इच्छा भवेत् यत्र इच्छा अस्ति तत्र ज्ञानं भवेत् ज्ञानं विना किमपि इच्छितुं शक्यते किम् एषितुं शक्यते किम् नास्ति न यदि शक्यते इति चेत् अहं वदामि इदानीम् अस्तु भवतु भगिनी वदतु कस्मिन् विषये इच्छा अस्ति यस्य ज्ञानं भवत्याः कृते नास्ति इति अस्तु तर्हि अत्र बीजे क्रिया जायते तर्हि तत्र ईश्वरे कृतिः अस्ति कथं वा अन्यत्र क्रिया जायते इति अपि चिन्तयितुं शक्यते तत्र सम्बन्धः वक्तव्यः खलु मम आत्मनि कृतिः अस्ति चेत् भवते नो चेत् भवति कथं वा क्रिया जायते तत्र सम्बन्धः वक्तव्यः भवति तत्र कीदृशसन्दर्भः इति एतादृशचिन्तनम् अस्माभिः कर्तुं योग्यमस्ति तत्र किमपि परम्परासम्बन्धः वक्तव्यः भवति बीजम् इति मूर्तद्रव्यमस्ति तस्मिन् क्रिया जायते जायते इत्युक्ते जातुम् अर्हति अस्ति मूर्तत्वात् इति हेतुः ईश्वरः विभुः अस्ति तदपि द्रव्यं बीजमपि द्रव्यं तर्हि तयोः मध्ये परम्परासम्बन्धः भवितुमर्हति. स्व आश्रय संयुक्तत्वसम्बन्धेन स्व इति ईश्वरीय ज्ञान इच्छाकृतिः, स्व आश्रयः ईश्वरः, विभुः अस्ति इति कृत्वा तस्य संयोगः कस्यापि मूर्तद्रव्येन भवितुमर्हति. तर्हि इदानीम् ईश्वरीयज्ञान इच्छाकृतिः स्व आश्रयसंयुक्तत्वसम्बन्धेन बीजौ बीजे आगतम्. तर्हि अत्र अनेन सम्बन्धेन बीजे क्रियाम् उत्पादयति इति कल्पयितुं शक्यते. अस्तु, बहु समीचीनम्. अग्रे गच्छेम. तर्हि इदानीमपि प्रश्नः अस्ति अस्माकं पुरतः, घटोत्पादने ईश्वरस्य परमात्मनः साधारणकारणत्वम् अङ्गीकर्तव्यं वा? अस्तु, निगमनं किं? मेहुल् महोदय, भवता चिन्तितं किं, वदतु. ईश्वरस्य साधारणकारणं घट उत्पादने, घट उत्पादने ईश्वरस्य साधारणकारणम्, ईश्वरस्य ज्ञान इच्छाकृति इति तु अपि सन्ति तत्र. तर्हि ईश्वरः इत्यस्यापि न्यायशास्त्रे ईश्वरः इति एकविधः चैतन्यः, सः ज्ञानवान् अपि, अतः अहं मन्ये तत् अपि साधारणकारणं भवेत्. अस्तु, रमेश महोदय, भवान् किं चिन्तयति? महोदय, तत् साधारणकारणं भवेत्. मम चिन्तनमस्ति द्वयोः परमाणोयोः संयोगः कोऽपि करणीयं, सः ईश्वरः भवति. यत् तत्र परमाणोः प्रश्नस्य उत्तरं तत्र घटोत्पादने, हा, घटस्य उत्पादने अपि तत्र घटस्य उत्पादने परमाणोः संयोगः भवेत् तदा तादृशसंयोगः यदा भवति तदा एव कपालः कपालिका सर्वं भवति. तर्हि तत् संयोगः अपि कोऽपि तादृशसंयोगः अपि तस्य कोऽपि कर्ता भवेत् तत् ईश्वरः इति अहं मन्ये. अस्तु, अन्यथा सिद्धम् इत्युक्ते किम्? वदतु. तत्र इदानीं ईश्वरस्य विषये वदामि वा, तत्र अन्यथा सिद्धं किम् इति? यत्किमपि अत्र अहं चिन्तयामि, ईश्वरः ज्ञान अधिकर आत्मा इति कृत्वा ज्ञानस्य अधिकरणम् अस्ति ईश्वरः. सः समवायिकारणम् अस्ति ज्ञानस्य. यदा सः ज्ञानस्य कारणम् अस्ति, पुनः यथा कुलालपिता घटं प्रति न कारणं भवति, तादृशः ईश्वरः अपि घटस् साधारणकारणं भवितुमर्हति. यतोहि तत्र ज्ञानम् अस्ति, ईश्वरे विद्यमानं ज्ञानम् अस्ति तत्र साधारणकारणम् इति कृत्वा तत्र अन्यथा सिद्धिः भवति ईश्वरे. उत्तमम्. तत्र प्रथमम् अन्यथा सिद्धत्वम् इत्युक्ते किम् इति चेत्, कारणस्य कारणं कारणम् इति नैयायिकः न अङ्गीक्रियते. नो चेत् कुलालस्य पिता अपि कारणं भवति. केवलं कुलालस्य पिता नास्ति, कुलालस्य प्रपिता, कुलालस्य प्रपितामहः इति कियत् गच्छति. हा, अत्र लाघवार्थं कारणस्य कारणं यदा कदापि कारणम् इति न स्वीकुर्मः इति कृत्वा इदानीम् ईश्वरीयज्ञाने कारणत्वम् अङ्गीकृतम्, इच्छायां कारणत्वम् अङ्गीकृतम्, अपि च कृतौ ई कारणत्वम् अङ्गीकृतं. तर्हि इदानीम् ईश्वरः ज्ञान इच्छकृतीनां समवायीकारणं भवति, तर्हि कारणानां कारणं भवति इति कृत्वा ईश्वरः अन्यतासिद्धः भवति इति एकम्। अस्तु, अत्र अन्यदपि चिन्तने द्वितीयप्रश्नः अपि दृष्ट्वा पुनः किञ्चित् इतोपि अस्मिन् विषये किञ्चित् चिन्तनीयमस्ति। अस्तु, तर्हि ईश्वरस्य ईश्वरः इति परमात्मनः साधारणकारणत्वं न स्वीक्रियते। किमर्थम् इति चेत् कारणस्य कारणम् अन्यतासिद्धम् इति कृत्वा। अस्तु, इदानीं कुलालः तस्य असाधारणकारणत्वं घटं प्रति स्वीकर्तव्यं वा? कुलालः साधारणकारणं वा असाधारणकारणं वा? अस्मिन् विषये चिन्तयतु महोदय। तत्रापि तादृश अस्ति खलु महोदय, अन्यथा सिद्धः भवति वा इति अहं चिन्तयामि। अत्र उच्चैः चिन्तयति चेत् समीचीनं वा न वा इति बोधः जायते। तत्र साधारणकारणम् इति उक्तं यत् तत्र कुलाले विद्यमानः ज्ञानम् इच्छाकृतिः इति अस्ति। तत्र इच्छा तादृ इदानीं तयोः अधिकरणम् अस्ति कुलालः इति कृत्वा तत्रापि अन्यत् सिद्धत्वं भवति खलु। हा, यदि तादृशं चिन्तयति तर्हि अन्यतासिद्धत्वं भवति, किन्तु इतोपि किञ्चित् चिन्तयतु। यदि इदानीं कुलाले ज्ञानमस्ति, इच्छा अस्ति, कृतिः अस्ति, किन्तु तस्मिन् क्रिया न उत्पादितं चेत्, इत्युक्ते सः हस्तेन कपालं गृहीत्वा संयोगं न कारयति चेत् घटः भवति किम्? अस्तु, तत्र कुलालशरीरे एव क्रिया जायते खलु महोदय। कुलाल आत्मनि इति कुलाल इति आत्मा इति स्वीकुर्मश्चेत् तदा कुलाले न भवति इति अहं चिन्तयामि। इति अत्र अत्र इतोपि चिन्तयतु महोदय, भवतः मनसि किं जायते इति अहं न अवगच्छामि। अहं चिन्तयामि तत्र कुलालशरीरे एव क्रिया जायते, न तु कुलाले। एकनिमिषम् अत्र, तर्हि क्रिया केवलं अत्र शरीरे एव जायते इत्युक्ते किमर्थम् आत्मनि न जायते क्रिया? सः विभुः अस्ति खलु महोदय। हा, समीचीनम् इति वक्तव्यं। तर्हि तस्य विभुत्वात् तावत् चिन्तनीयं, कुलालः यदि जीवात्मा इति स्वीकुर्मः तदा अत्र तस्मिन् क्रिया न जायते, किन्तु सामान्यतया विभुत्वात् क्रिया न जायते इति वक्तव्यं भवति। किन्तु कुलालः इति यदा व्यवहारं कुर्मः तत्र विभुः यदस्ति आत्मा, तस्य एव कुलालः इति नाम वा? नो चेत् यः जीवात्मा शरीरे लभ्यते तस्य एव कुलालः इति नाम वा? इदानीं शरीरे विद्यमानः यः जीवात्मा इत्युक्ते शरीरे विद्यमानः एव खलु महोदय। नो चेत् अत्र अत्र कथं चिन्तनीयम् इति चेत् श्रोत्रं कथं चिन्तितम् अस्माभिः? श्रोत्रेन्द्रियं किं? तत्र शब्दग्राहकं। सत्यं, किन्तु श्रोत्रेन्द्रियं कीदृश इन्द्रियमस्ति? आकाश एव आकाशः एव खलु। आकाशः, कति आकाशाः सन्ति? कति श्रोत्रेन्द्रियाणि सन्ति? बहूनि श्रोत्रेन्द्रियाणि सन्ति। तर्हि आकाशीयश्रोत्रेन्द्रिये कथं वा बहुत्वं भवति? तत्र अवच्छिन्न आकाशः अस्ति श्रोत्रेन्द्रिये। हा, अवच्छिन्न इत्युक्ते तत्र उपहित इति वक्तव्यं वस्तुतः। उपहित, अवच्छिन्न इति पदं न प्रयोक्तव्यम्, उपहित। अस्तु, अवहित अवच्छिन्न इति पदमेव नैयायिकैः उपयुक्तमस्ति। कर्णषष्कुली अवच्छिन्न नभः, नभः इत्युक्ते आकाशः भवतु इति। तादृश अवच्छिन्न आकाशस्य एव श्रोत्रम् इति व्यवहरामः खलु। एवं शरीरे अवच्छिन्न आत्मनः एव कुलालः इति व्यवहारः. तर्हि व्यवहार कुलालः इत्युक्ते जीवात्मा इति न स्वीकर्तव्यम्. अवच्छिन्न शरीरे अवच्छिन्न आत्मनः नाम एव कुलालः. तर्हि इदानीम् इदानीं वदतु, तस्य साधारणकारणत्वं स्वीकर्तव्यं वा न वा असाधारणकारणत्वम्? तर्हि इदानीं प्रथमं तस्मिन् क्रिया भवितुमर्हति वा न वा? क्रिया भवति. हा, क्रिया भवति खलु, क्रिया भवति इति वक्तव्यं. हा, तर्हि क्रिया क्रिया इति गुणः अस्ति. गुणः वा? क्षम्यतां, क्रिया क्रिया इति समायिकारणेन तत्र तदा तस् कुलाले भवति. तदा तदा एव उत्पादनं भवति खलु. यद्यपि यदि इदानीं कुलाल कुलाले ज्ञानं नास्ति, इच्छा नास्ति, कृतिः नास्ति, तदा घटस्य उत्पादनं न भवति इति तु सत्यं. किन्तु अत्र क्रिया अपि भवेत्, कुलाले क्रिया अपि भवेत्, नो चेत् घटस्य उत्पादनं न भवति. इति कृत्वा अत्र इदानीं तस्य असाधारणकारणत्वं अत्र अन्यतासिद्धत्वेन न निवारिता भवति. अन्यतासिद्धत्वं कदा भवति? यदि कुलालः ज्ञानस्य इच्छायाः कृतेः अधिकरणम् इति स्वीकुर्मः, तदा एव कारणस्य कारणम् इति भवति. किन्तु तस्मादुपरि इदानीं कुलालः क्रियावान् अस्ति खलु. सत्यम् इति कृत्वा अत्र अन्यतासिद्धत्वं यदि क्रियावान् इत्यतः क्रियावत्त्वेन तस्य कारणत्वं स्वीक्रियते, तदा अन्यतासिद्धत्वं न भवति. चिन्तनं द्विप्रकारम् अस्ति तत्र. हा, सत्यम्. अत्र बहु किमपि अस्ति अस्मिन् प्रश्ने. यदि समीचीनतया चिन्तनं कुर्मः, ईश्वरस्य ईश्वरः इत्युक्ते कः, तस्मिन् किं किम् अस्ति, कुलालः इत्युक्ते कः, तस्मिन् किं किम् अस्ति इति एतत् सर्वम् अवगन्तुं शक्यते अनेन एकेन प्रश्नेन. अस्तु, तर्हि कुलालः क्रियावान् भवति. तर्हि इदानीं कुलालः क्रियावान् इति कृत्वा तस्मिन् एतद्रीत्या पश्यामश्चेत् तस्मिन् अन्यतासिद्धत्वं न भवति इति कृत्वा जीवात्मनः असाधारणकारणत्वं स्वीकर्तव्यम् एव. कुलालं विना अत्र घट उत्पादनं न भवति. तर्हि किन्तु निमित्तकारणं, सः निमित्तकारणम् इत्युक्ते समवायीकारणमपि नास्ति. तादात्म्येन स्थित्वा समवायेन कार्यं न जयदिति. असाधारणकारणम् असमवायीकारणमपि नास्ति. समवायेन स्थित्वा समवायेन कार्यं न जनयति इति कृत्वा शेषः शेषं निमित्तकारणम् इत्यनेन जीवात्मनः असाधारणनिमित्तकारणत्वं स्वीकृतमस्ति. अस्तु, एतत् चिन्तितम् इति कृत्वा पुनः ईश्वरं प्रति आगच्छेम. तर्हि इतोपि केवलम् एकमेव विषयं चिन्तनीयमस्ति, तदपि पूर्वमेव मया उक्तम् इत्युक्ते इदानीं कुलालः शरीरे अवच्छिन्न आत्मनः नाम एव कुलालः इति कृत्वा शरीरे कर्मेन्द्रियाणि सन्ति, ज्ञानेन्द्रियाणि सन्ति इति कृत्वा कुलालस्य ज्ञानं जायते. कुलालेन कर्मेन्द्रियान् कर्मेन्द्रियाणि स्वीकृत्य कर्मा अपि कर्तुं शक्यते, क्रिया अपि कर्तुं शक्यते इति कृत्वा कुलालः तादृशं कर्तुं शक्यते. किन्तु इदानीं प्रश्नः अस्ति, अन्तिमप्रश्नः, ईश्वरः कथं वा परमाण्वोः मध्ये, रमेश् महोदयस्य चिन्तनं तस्मिन् विषये प्रश्नः. रमेश् महोदय, भवानेव वदतु, ईश्वरः परमाण्वोः मध्ये कथं संयोगं कारयति? सः तस्मिन् सः किमपि कर्त वक्तुं शक्यते तस्मिन् इच्छा ज्ञानं कृति अस्ति सः तस्य परमाणोः ज्ञानमपि अस्ति सः परमाणोः कृति अपि जनयितुं शक्यते तर्हि परमाणोः संयोगः कोऽपि करणीयः सः ईश्वरः इति न अत्र प्रश्नः अस्ति ईश्वरेण किमपि कर्तुं शक्यते वा प्रथमं तद्वदतु हा शक्यते निरूपयतु ईश्वरः विभुः कथं वा तस्मिन् क्रिया जायते तर्हि जगतस्य जगतः सृष्टि कथं वा भवति यदि इदानीम् अहम् एकं प्रश्नं करोमि चेत् तस्मिन् विषये चिन्तयतु पुनः प्रश्नम् अन्यद्विषये करोति चेत् विषयान्तरं जायते अस्तु इदानीम् ईश्वरः विभुः खलु विभौ विभवति अत्र क्रिया न जायते खलु तर्हि प्रथमम् ईश्वरः क्रियावान् भवति वा न वा ईश्वरः यदि क्रिया न भवति चेत् न अत्र भवति महोदय तद् भिन्नवार्ता यदि न भवति इति नूतनक्लेशः अस्ति किन्तु यद् अस्माभिः पठितं तद् आधारीकृत्य विभुद्रव्ये क्रिया भवति वा न वा न भवति हा इति प्रथमं तर्हि ईश्वरः क्रियते कारयति इति द्वयमपि तस्य न वक्तुं शक्यते इति कृत्वा एव भगवद्गीतायां कृष्णः वदति अहं किमपि न करोमि अन्यं किमपि न कारयामि यदि करोमि तर्हि मयि कर्तृत्वम् आगच्छति यदि कारयामि तर्हि पुनः तत्र हेतुरूपेण मयि कर्तृत्वं प्रयोजकरूपेण प्रयोजककर्ता भवति खलु हेतुः यः कारयति तर्हि तादृशकर्तृत्वमपि मयि नास्ति इति कृष्णः वदति तर्हि ईश्वरः यदा कदापि क्रियावान् न कारकवान् अपि न इत्युक्ते अन्यं कारम् अन्यं न कारयति स्वयं न करोति अस्तु तर्हि इदानीं भवतः प्रश्नः चिन्तयामः तर्हि कथं वा परमाणुद्वयोः मध्ये क्रिया जायते तेन क्रियया तया क्रियया संयोगः जायते इति प्रश्नः हा तस्मिन् विषये चिन्तयतु भवानेव चिन्तयतु मया अस्मिन्नेव वर्गे उक्तं किन्तु स्वचिन्तनं करोतु एवं चिन्तयतु महोदय अत्र परमाणोः परिमाणं किम् अणुपरिमाणमस्ति अणुपरिमाणमस्ति खलु तर्हि तस्मिन् क्रिया भवितुमर्हति वा न वा तस्मिन् स्वातन्त्र्ये क्रिया अस्ति इति पठितं त्यजतु अत्र अधिकं कृपया मा चिन्तयतु स्वातन्त्र्यं वा स्वातन्त्र्यं कथं जायते इति एव निगमनम् इदानीं जायमानमस्ति तस्मिन् क्रिया भवितुमर्हति वा न वा तस्मिन् क्रिया भवितुमर्हति उत्तमम् अणुत्वात् खलु क्रिया भवितुम् अर्हति एव इत्युक्ते विभुपरिमाणं नास्ति तस्य अतः क्रिया भवितुमर्हति अस्तु ईश्वरीयपरिमाणं किम् विभुः अस्ति हा तर्हि तत्र परमाणु विभु मध्ये संयोगः अस्ति एव खलु अस्तु इदानीं स च संयोगः नित्यं वा अनित्यं वा सामान्यतया संयोगः कदा भवति सामान्यतया संयोगः मूर्तद्रव्ये एकं मूर्तद्रव्यं कथं भवति इति केन भवति क्रियया भवति उत्तमं क्रियया भवति खलु सामान्यतया संयोगः अतः तदेव कर्मजसंयोगः इति वदामः खलु अस्तु इदानीम् ईश्वरः नित्यः अस्ति परमाणुः अपि नित्यः अस्ति तयोः मध्ये विद्यमानसंयोगः इदानीं परमाणुः अस्तु आरम्भतः वदामि ईश्वरः नित्यः परमाणुः नित्यः परमाणुः विभुः नास्ति इति कृत्वा तस्मिन् संयोगः भवितुमर्हति क्रिया अपि भवितुमर्हति तर्हि द्वयमपि नित्यम् इति कृत्वा द्वयोः मध्ये नित्यसंयोगः अस्ति इति वक्तव्यं खलु आम् क्रियां विना अपि संयोगः यः संयोगः जायते सः संयोगः एव क्रियया जायते यथा अत्र एकत्वे अस्माभिः उक्तं खलु घटं यदा जायते तस्मात् अग्रिमक्षणे तस्मिन् घटे अपेक्षाबुद्धिं विना अपि एकत्वं जायते इति यथा अङ्गीकृतं किन्तु नित्यद्रव्येषु एकत्वम् अस्ति द्रव्याणि नित्यानि इति कृत्वा तेषु विद्यमान एकत्वमपि नित्यम् इति यथा स्वीकृतं तथा ईश्वरपरमाणोः मध्ये यः संयोगः अस्ति स च संयोगः अपि नित्यम् इति स्वीकर्तव्यं खलु आं महोदय हा तर्हि इदानीं नित्यसंयोगम् अस्ति अपि च अत्र ईश्वरः अपि द्रव्यं परमाणुः अपि द्रव्यम् इति कृत्वा तयोः मध्ये संयोगः नित्यः अस्ति इति कृत्वा स्व आश्रयसंयुक्तत्वसम्बन्धेन इदानीं परमाणौ कृतिः जातः ईश्वरीयकृतिः परमाणौ आगतम् स्व आश्रयसंयुक्तत्वसम्बन्धेन स्व इति कृतिः ईश्वरीयकृतिः तर्हि कृतिः ईश्वरीयकृतिः ईश्वरीयकृतेः आश्रयः कः ईश्वरः ईश्वरः केन संयुक्तः अस्ति परमाणुना सह संयुक्तः अस्ति तर्हि परम्परासम्बन्धेन स्व आश्रयसंयुक्तत्वसम्बन्धेन ईश्वरीयकृतिः परमाणु प्रति आगतं परमाणौ अस्ति तर्हि यदा कृतिः अस्ति तदा अग्रिमक्षणे क्रिया जायत्येव इति कृत्वा अत्र स्वतन्त्रक्रिया इति पदं प्रयुक्तम् पूर्वम् अस्माभिः पठितं तत्र प्रश्नः उदितः अस्ति पृथगाश्रय आश्रितयोः मध्ये एव संयोगः भवति इदानीं परमाणुः अन्यस्मिन् आश्रितं नास्ति तस्य अवयवः नास्ति इति कृत्वा कथं वा परमाणौ किं संयोगः जायते परमाणुद्वयोः मध्ये कथं वा संयोगः जायते इति चेत् तत्र स्वतन्त्रक्रिया इति उक्तं किन्तु स्वतन्त्रक्रिया तस्मिन् कथं जायते कृतिः विना कथं वा क्रिया जायते स्वयं तु जडमस्ति चेतनः कोऽपि भवेत् स च चेतनः एव ईश्वरः इति कृत्वा ईश्वरे विद्यमानज्ञान इच्छिकृतयः इदानीं स्व आश्रयसंयुक्तत्वसम्बन्धेन भवतु अत्र ज्ञानं न वदामश्चेत् इच्छा न वदामश्चेत् क्लेशः नास्ति कारणस्य कारणम् इत्युक्ते कृतेः कारणम् इच्छा इच्छायाः कारणं ज्ञानम् इति कृत्वा कृतेः अपेक्षया इच्छा अपि च न क्रिया अपेक्षया कृतिः एव कारणं क्रियायाः कारणं किं कृतिः कृतेः कारणं किम् इच्छा इच्छायाः कारणं किं ज्ञानं तर्हि क्रिया अपेक्षया इच्छा ज्ञानम् ईश्वरः एते सर्वे अन्यतासिद्धं भवति कारणस्य कारणं भवति तर्हि इदानीं परमाणौ क्रिया जायते स्वतन्त्रक्रिया स्वतन्त्र इति पदं त्यजामः क्रिया जायते चेत् तत्र कृतिः आवश्यकः भवति तर्हि कृतिः परमाणौ कृतिः कथम् आगतम् इति चेत् स्व आश्रयसंयुक्तत्वसम्बन्धेन ईश्वरीयकृतिः परमाणौ आगतं तेन इदानीम् ईश्वरीयकृतिः नित्यमस्ति खलु, तस्य नित्यत्वम् एकत्वमपि नित्यत्वम् एकत्वं स्वीकृतम् इति कृत्वा परमाणवः सदा क्रियावान् भवन्ति. ईश्वरीयज्ञानम् ईश्वरीयकृतिः ईश्वरीयकृतेः नित्यत्वात् परमाणुः सर्वदा क्रियावान् भवति. एतदेव अस्माकम् आधुनिकवैदि वैदि वैदि वैज्ञानशास्त्रमपि वदति, दे आर् कान्स्टेण्ट्लि इन् मोशन् इति. तत् कथम् इति चेत् एतदेव. अपि च अत्र कस्मिन् देशे इति मया विस्मृतं, प्रायः तत्र नार्वे यत्र यत्र कुत्रापि सर्न् इति कश्चन संस्थापनमस्ति खलु, सि इ आर् एन् स्विट्ज़र्लेण्ड् स्विट्ज़र्लेण्ड् सत्यं. तत्र सर्न् तत्रैव किम् अटामिक् तस्मिन् विषये तत्र रिसर्च् शोधनं जायमानमस्ति. सर्न् इति संस्थापनस्य बहिः अस्माकं नटराजः अस्ति खलु, तस्य मूर्तेः संस्थापनं तैः कृतम्. किमर्थम् अत्र सर्न् अपि च नटराजः अनयोः मध्ये कः सम्बन्धः इति चेत्, नटराजविग्रहेण किं बोध्यं, किञ्चित् विषयान्तरमहं गच्छन् अस्मि किन्तु अत्र मम रुचिः अस्ति, आग्रहः अस्ति इति कृत्वा अहं वदामि. अस्तु, नटराजविग्रहे, नटराजः इत्युक्ते शिवः एव, किन्तु शिवलिङ्गरूपं नास्ति तस्य. तस्य आकारः कीदृशमस्ति इति चेत् सर्वे पश्य इदानीं सर्वेषां मनसि नटराजस्य आकारः भवेत्. तस्य केशः अस्ति खलु, केशः कथमस्ति इति चेत्, अस्तु अत्र किञ्चित् आङ्ग्लभाषायामेव अहं वदामि, झटिति वक्तुं शक्यते इति कृत्वा. इफ् यु लुक् अट् दि नटराज विग्रह, इट् इस् आक्चुलि अ डान्स् पोस्, अ पोस् इन् मोशन् दट् हेस् बिन् क्याप्चर्ड् इन् दि केमरा. If you catch a dancer while she is in motion, that is what is called a karna. There is a Sanskrit word in dance in Bharatanatyam called a karna. Padma Subramanyam, she did a temple for karnas, some 64 karnas. 64 karna, what is the difference between a standing vigraha and a karna is that, if supposing you are asked to just stand for a pose and then somebody takes a picture at you, that is a still photography. Still photography. And then there is something called videography where the movement is seen. But if you want to do, if you want to say what is moving photography, if you were to take one frame of the movement as the movement is happening. So imagine a Bharatanatyam dancer now doing a dance. And you are doing still photography of the dance. You are not doing videography. You are doing still photography of the dance. And let us say she is circling. And you are doing a still photography. You will see the hand. Normally how our hand will be? Will be if you just let your hand down. Hand hang. It will be facing down. But for a Bharatanatyam dancer, the hand will be up somewhere. That is not your normal pose. The dress she wears will be in motion. Her hair will be in motion. Similarly, for Nataraja, if you see his hair, they will not be hanging down. For Dakshinamurti, it will be hanging down. For Nataraja, they will be perpendicular to the floor, as though the hair is coming out of the ear. You might not have noticed this, but if you have not, after the class is over, take a picture of Nataraja and observe these things. His hair will be in motion. It's like he is circling so fast that the hair is going perpendicular to the floor. And that motion has been captured. And he will have Agni in his hand. And the Agni is not, Agni is you know, the flame is there. So the flame, if you have to shoot a havan that is happening somewhere, and if you are catching the flame, then it will be like, it is a still photography, but you can clearly see that the flame was moving. So there is a lot of movement. Again, nobody stands with his left leg up. If you ask somebody to stand, he will stand straight with both legs on the floor. So the lifted leg also captures motion. The flying hair captures motion. The hand, the fire in the hand is also capturing motion. Like this, there are many indicators. If you see the damaru in his hand, and from that damaru alone, Nanadarakam Navapanchavaram, the Ayur, the Maheshwarani Sutra came, it is said. The damaru will also be in motion. So basically, the whole Nataraja Vigraha is actually a still photography of constant motion that is taking place. That is basically what, and that is why I told about sun. Because it is in constant motion, they have kept this Vigraha outside the CERN Institute. And even though there is no motion that can actually take place in the Paramatma, yadyapi paramatmani vibhutvat tasmin kriya yada kadapi na bhavati, kintu paramatmanah ishvare, paramatmani ishvare nitya kritihi saha nitya kritiman iti svikritam ityatah tatra paramanvah ye santi tena saha tatra sayogah स्व आश्रय संयुक्त संबंधः अपि नित्यः अस्ति कृत्वा अपि च परमाणुः विभुः नास्ति तस्मिन् क्रिया भवितुम् अर्हति इति कृत्वा इदानीम् ईश्वरीयकृतिः परमाणौ आगतं परम्परासम्बन्धेन तर्हि तत्र क्रिया जायत्येव सदा जायते सदा जायमानमस्ति तत्र कः प्रत्ययः उपयोक्तव्यः इति मया चिन्तितं शानस्प्रत्ययः जायमानमस्ति सदा क्रिया जायमानमस्ति परमाणुषु यस्मिन् कस्मिंश्चित् क्षणे क्रिया न भवति इति नास्ति एव सर्वदा क्रिया जायते एव इति कृत्वा अत्र ईश्वरः एव अत्र ईश्वरः कारयति इति न वक्तुं शक्यते ईश्वरे कृतिः अस्ति तेन तत्र परम्परासम्बन्धः अस्ति इति कृत्वा स च कृतिः सा कृतिः परमाणौ परम्परासम्बन्धेन आगतम् इति कृत्वा परमाणवः स्वतन्त्रपरमाणुषु स्वतन्त्रक्रिया जायते इति भाति किन्तु परमाणवः जडाः सन्ति खलु कथं वा तस्मिन् क्रिया जायते तत्र कृतिः विना क्रिया न जायते इच्छा विना कृतिः न जायते ज्ञानं विना इच्छा न जायते चेतनः एव ज्ञानवान् भवति आत्मा एव ज्ञानवान् भवति नवसु द्रव्येषु तर्हि परमाणुषु क्रिया कथं जायते इति चेत् ईश्वरीयकृतिः नित्या अस्ति अपि च ईश्वरः विभुः अस्ति इति कृत्वा तत्र परमाणवः स्व आश्रयसंयुक्तत्वसंयोगः नित्यत्वेन अस्ति इति एतत् सर्वं वक्तव्यं तदा परमाणुषु संयोगः जायतेव तद् ईश्वरकृत्या जातम् इति कृत्वा ईश्वरे अत्र वेदान्तिनः वदन्ति ईश्वरः एव कारयिता इति उक्त्वा झटिति ते वदन्ति ईश्वरः किमपि न करोति किन्तु न करोमि न कारयामि इति ईश्वरः स्वयं वदति किन्तु वेदान्तिनः एव वदन्ति तस्मिन् सर्वशक्तिः अस्ति इति कृत्वा सः एव जगत् सृष्टिः करोति सः एव जगत् स्रष्टा वस्तुतः तस्मिन् स्रष्टृत्वम् अपि नास्ति इति एतत् सर्वम् अवगन्तव्यमस्ति अत्र नैयायिकानां मते एतादृशचिन्तनम् अहं किं करोमि नैयायिकानां चिन्तनं स्वीकृत्य वेदान्तस्य उपपादनं कुर्वन्नस्मि। किन्तु यदि एतादृशं न उपपादयामः तदा वेदान्ते किमुक्तमस्ति, अवगमनं विना तस्मिन् सर्वशक्तिः अस्ति, ए सर्वशक्तिः तस्य कथं प्राप्तम् इति चेत् मा पृच्छतु। किन्तु निरूपयितुं शक्यते, निरूपयितुं शक्यते अत्र नैयायिकानां मतानुसारं विचिन्त्य। किन्तु यत्र तैः स्थगनं कृतं तस्मात् उपरि इतोपि किञ्चित् चिन्तयामश्चेत् स्वतन्त्रक्रिया कथं वा, अस्तु नैयायिकैः अपि वक्तव्यं भवति, अत्र स्वतन्त्रक्रिया जायते इति उक्तं। क्रिया केन जायते, कृतेः जायते। कृतिः के कथं जायते, इच्छायाः जायते। इच्छा कथं जायते, ज्ञानेन जायते। ज्ञानं कुत्र अस्ति, आत्मनि एव अस्ति, तर्हि कथं वा परमाणुषु क्रिया जायते इति नैयायिकान् प्रति प्रश्नं कर्तुं शक्यते। यदि क्रियते एतादृशं ते वदन्ति, वदेयुः। अस्तु, बहु समीचीनचिन्तनं जातं मयि अपि अद्य, इतोपि तत्र गभीर ज्ञानं मया प्राप्तम् अस्मिन् वर्गे, एवमेव मिलित्वा उच्चैः चिन्तनं कृतम् इति कृत्वा। अस्तु, तर्हि निगमनं किम्, एकनिमिषं महोदय, निगमनं करोमि, तदनन्तरं भवान् पृच्छतु। घट उत्पादने ईश्वरस्य परमात्मनः साधारणकारणत्वं न अङ्गीक्रियते विभुत्वात्, न कारणस्य अन्यतासिद्धत्वात्, तदेव अन्यतासिद्धत्वात् साधारणकारणत्वं न स्वीक्रियते, तदेव हेतुः। कुलालस्य जीवात्मनः असाधारणकारणत्वं स्वीक्रियते, यद्यपि ज्ञान इच्छा कृतेः अपेक्षया तस्य अन्यतासिद्धत्वं भवति, सः स्वयं क्रियावान् भवति इत्यतः तस्य असाधारणकारणत्वं स्वीकर्तव्यम् एव इति निगमनम्। अस्तु, इदानीं पृच्छतु महोदय। महोदय, किञ्चित् यदा भवान् उक्तवान् ज्ञानेन इच्छा इच्छायाः कृतिः इति उक्तवान्, तत्र अन्यतासिद्धत्वम् अपि अस्ति इति उक्तवान्, तु तत्र कार्यकारणभावः अस्ति चेदेव तत्र अन्यतासिद्धत्वं भवति वा, अत्र व्याप्यव्यापकभावः अस्ति इति पूर्वम् उक्तवान्, तत्रापि भवति वा इति मम संशयः अस्ति। न, अन्यतासिद्धम् इत्युक्ते किं, तत्र इदानीं तत्र लक्षणवाक्यं न स्मरामि इदानीं, मया उक्तं लघुरीत्या, मया उक्तं खलु अन्यतासिद्धं किं, तदेव कारणस्य कारणं, कारणस्य कारणं हा, कारणस्य कारणम् अन्यतासिद्धम् इति एव मया उक्तम्। तर्हि कार्यकारणभावः स्वीकृत्य एव एतद् वाक्यं रचितं, व्याप्यव्यापकभावः, व्यापकस्य व्यापकम् अन्यतासिद्धम् इति मया न उक्तं खलु। इदानीं तत् ज्ञानम् इच्छा कृति एतेषां मध्ये व्याप्यव्यापकभावः अस्ति एव खलु महोदय, इति भवतु भोः अस्ति, किन्तु तद् आधारे व्याप्यव्यापकभावः अस्ति चेत्। अस्तु, तर्हि इतोपि किञ्चित् अस्मिन् विषये चिन्तयामः। व्याप्यव्यापकभावः, कारणकार्यभावः, अनयोः मध्ये कीदृशभावः अस्ति? व्याप्यव्यापकभावः, कारणकार्यभावः इति भावद्वयोः मध्ये कीदृशभावः अस्ति, कीदृशभावः अस्ति इति चेत्, व्याप्यव्यापकभावः, कारणकारणभावः इति अनयोः मध्ये कारणकार्यभावः अस्ति वा, व्याप्यव्यापकभावः अस्ति वा इति प्रश्नः। रमेश महोदय, भवान् अवगच्छति, वदतु। तत्र एतयोः कार्यकारण, यत्र यत्र कार्यकारणभावः तत्र तत्र व्याप्यव्यापकभावः इति वा। अस्तु, अत्र एकनिमिषं, कार्यकारणभावनिश्चयार्थं किं वक्तव्यं, निश्चयार्थं, निकषा का इति मया न पृष्टं, निश्चयार्थं तत्र कार्यकारणभावनिश्चयार्थं यदा अन्यव्यभिचारवाक्यं वदतु. अन्यव्यभिचारः व्यतिरेकव्यभिचारः अस्ति चेत् तत्र वाक्यं वदतु भोः. तत्सत्त्वे तत्सत्त्वं तदभावे तदभावम् इति अस्ति. तत्सत्त्वे तत्सत्त्वं तदभावे तदभावः इति सामान्य अन्वयसहचारव्यभिचेकसहचारवाक्यं. किन्तु इदानीं कार्यकारणभावं स्वीकृत्य अन्वयव्यतिरेकवाक्यं वदतु. कार्यकारणभावव्याप्य तत् तत् इत्यस्मिन् स्थाने कारणं वा कार्यं वा इति स्थापयतु. कारणे सति कार्यं सति. मयूर् महोदय वदतु. कारणे सति कार्यम् अस्ति. तादृशं तत् तत् सतिसप्तमी प्रयोगं तत् सत्त्वे तत् सत्त्वं तदभावे तदभावः. कारणसत्त्वे कार्यसत्त्वं. कारण असत्त्वे कार्यम् असत्त्वम्. हा कारणसत्त्वे कार्यसत्त्वं कारणाभावे कार्याभावः इति वाक्यद्वयं वक्तुं शक्नुमः चेत् तयोः मध्ये कार्यकारणभावः अस्ति इति प्रयुक्तम् इत्युक्तम् इति निश्चितं खलु. तर्हि इदानीम् एतदेव वाक्यं व्याप्यव्यापभावम् उपयुज्य वदतु. व्यापकसत्त्वे व्याप्यसत्त्वं व्यापकाभावे व्याप्याभावः. व्यापकसत्त्वे व्याप्यसत्त्वं व्यापकाभावे व्याप्याभावः इति वदामश्चेत् इदानीं समीचीन अवगमनं भवति वा व्याप्यव्यापकभावयोः मध्ये? व्याप्यसत्त्वे व्यापकसत्त्वे व्याप्यव्यापः इत्यत्र किं वक्तव्यं, कथं वक्तव्यं वाक्यं? तादृशं न भवति. व्याप्यसत्त्वे व्यापकसत्त्वे व्याप्यसत्त्वम् इति न वदामः. तत्र किं वदामः, यत्र यत्र व्यापकः तत्र तत्र व्याप्यः इति वदामः वा? यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति तत् यत्र यत्र तादृशं वदामः महोदय. चिन्तयतु, तत्र यत्र यत्र व्याप्यः अस्ति तत्र तत्र व्यापकः अस्ति. यत्र यत्र व्याप्यः नास्ति तत्र व्यापकः नास्ति इति न वक्तुं शक्नुमः. तर्हि किं वक्तव्यम् अत्र द्वितीयवाक्ये, किं वक्तव्यं, कथं वक्तव्यम्? तत्र न्यूनिवृत्तित्वम् इति व्याप्यम् इति अस्ति, अतिरिक्तवृत्तित्वम् इति व्यापकं. सत्यं व्यापकः अस्ति. सत्यं. तर्हि वाक्यरूपेण वक्तव्यं चेत् कथं वक्तव्यम्? अत्र तद् अभाववत् अवृत्तित्वम् इति व्याप्यं भवति. अपि च तत् समानाधिकरणम् अत्यन्त अभाव अस्तु. अत्र लघुरीत्या इत्युक्ते अस्माकं चत्वारि वाक्यानि भवति खलु, अन्वयसहचारः, व्यतिरेकसहचारः, अन्वयव्यभिचारः, व्यतिरेकव्यभिचारः, चत्वारि वाक्यानि भवन्ति खलु. तानि एव वाक्यानि उपयुज्य अत्र कारणकारणभाव्यः, कारणकार्यभावः, व्याप्यव्यापकभावः, हेतुसाध्यभावः, एतत् सर्वं वक्तुं शक्यते. यत्र यत्र व्याप्यः तत्र तत्र व्यापकः. अस्तु. यत्र व्याप्याभावः तादृशं तदपि न वक्तुं शक्नुमः खलु. इतोपि किञ्चित् चिन्तयतु, भवान् समीचीनचिन्तनम्. इतोपि एकं सोपानम् अग्रे गन्तव्यं तावदेव. यत्र यत्र व्याप्यः तत्र तत्र व्यापकः खलु. यत्र यत्र व्यापक अभावः तत्र तत्र व्याप्यः भवति वा? तादृशं सत्यं. यत्र यत्र व्यापक अभावः तत्र तत्र व्यापकः अस्ति, व्यापकः भवति. न न, मम प्रश्नं श्रुत्वा वदतु. यत्र यत्र व्यापक अभावः तत्र तत्र व्याप्याभावः. हा, तर्हि व्याप्यव्यापकभावनिरूपणार्थम् एतद् वाक्यद्वयं वक्तव्यम्। व्याप्यसत्त्वे व्यापकसत्त्वं, व्यापक अभावे व्याप्याभावः इति वदामश्चेत् अत्र व्याप्यव्यापकभावः निरूपितः निश्चितः भवति खलु? सत्यं, तदा एव निश्चितः भवति। इत्युक्ते कारणसत्त्वे कार्यसत्त्वं, कारणाभावे कार्याभावः इति वदामश्चेत् अत्र कारणकार्यभावः निरूपितः भवति। किन्तु व्याप्यव्यापकभावः यदा वदामः तत्र किञ्चित् वैपरीत्यं जायते। पुनः वदामि, व्याप्यसत्त्वे व्यापकसत्त्वं, व्याप्य अभावे नास्ति, व्यापक अभावे व्याप्य अभावः। अवगतं, वैपरीत्यं भवति। हा इति वदामश्चेत् व्याप्यव्यापकभावः निरूपितः भवति। अस्तु अस्तु, तर्हि इदानीं मम प्रश्नस्य उत्तरम् एवं चिन्तनीयम्, एवं चिन्तनीयम्। तर्हि इदानीं मम प्रश्नः कः? व्याप्यव्यापकभावः कारणकार्यभावः अनयोः मध्ये कीदृशभावः इति प्रश्नः। अस्ति वा इति, तत्र तु व्याप अस्ति वा इति, तादृशं कार्यकारणभावः तर्हि प्रथमं कार्यकारभावं स्वीकरोतु। तत्र इदानीं यत्र यत्र कार्यकारणभावः अस्ति तत्र तत्र व्याप्यापकभावः अस्ति वा, तदनन्तरं यत्र यत्र कार्यकारणभावः नास्ति तत्र तत्र व्याप्यव्यापकभावः नास्ति वा इति तत्र प्रदर्शनीयम्। हा इत्युक्ते कार्ये व्याप्यत्वं, कारणे व्यापकत्वं निरूपयितुं शक्यते चेत् यत्र यत्र कार्यकारभावः अस्ति तत्र सर्वत्र व्याप्यव्यापकभावः अस्ति एव खलु? अस्ति खलु, सत्यं। कार्ये व्याप्यत्वं, कार्यं व्याप्यं, यद्यत् कार्यं तत्तद् व्याप्यं, यद्यत् कारणं तत्तद् व्यापकम् इति वक्तुं शक्यते चेत् कार्यकारणभावयोः मध्ये व्याप्यव्यापकभावः निरूपितः भवति खलु? सत्यं। तर्हि तादृशमेव अस्ति, इत्युक्ते कारणं विना यदा कदापि कारण अभावे कार्य अभावः खलु? सत्यम्। इति कृत्वा कार्यं सर्वदा व्याप्यं भवति, यद्यत् कार्यं तत्तद् व्याप्यं, यद्यत् कारणं तत्तद् व्यापकम् इति कृत्वा यत्र यत्र कार्यकारणभावः तत्र तत्र व्याप्यव्यापकभावः अस्ति। किन्तु इदानीं यद्यद् व्याप्यं तत्तत् कार्यं भवति भवेत् किम्? यद्यद् व्याप्यं तत्तत् कार्यम् इत्युक्ते तत्र विंशतिः पर्वताः सन्ति इति चिन्तयतु। विंशतिः पर्वताः सन्ति, तेषु पञ्च पर्वतेषु एव गजाः सन्ति, अन्ये पञ्चादशपर्वतेषु गजाः न सन्ति। तर्हि इदानीं गजपर्वतयोः मध्ये व्याप्यव्यापकभावः अस्ति वा न वा? यत्र यत्र यत्र गजत्वम् अस्ति तत्र तत्र पर्वतत्वम् अस्ति, पर्वतत्वम् अस्ति। किन्तु यत्र यत्र पर्वतत्वम् अस्ति तत्र तत्र गजत्वं नास्ति खलु? तर्हि गजपर्वतोः मध्ये व्याप्यव्यापकभावः अस्ति, व्याप्यव्यापकभावः अस्ति। यदि गजाः केवलं पर्वते एव भवन्ति इति स्वीकुर्मः, भवतु अत्र एवमेव उदाहरणं मया चिन्तितं, तर्हि यदि गजाः केवलं पर्वते एव भवन्ति इति स्थितिः, तत्र गजपर्वतयोः मध्ये व्याप्यव्यापकभावः अस्ति, न तु कार्यकारणभावः। सत्यं। तर्हि कारणकारणभावः, कारणकार्यभावः, व्याप्यव्यापकभावः अनयोः मध्ये कः भावः इति चेत् कार्यकारणभावे व्याप्यव्यापकभावः अस्ति, किन्तु व्याप्यव्यापकभावे कारणकार्यभावः नास्ति। बुद्धं खलु इति कृत्वा तत्र इदानीं ज्ञान इच्छाकृति अनयोः मध्ये व्याप्यव्यापकभावः एव अस्ति इति कृत्वा तत्र महोदय तत्र कार्यकारणभावस्य चेत् अन्यथा सिद्धत्वं भवति खलु महोदय केषां तत्र तद् मया उक्तम् अङ्गीकृतं खलु ईश्वरीयज्ञानम् ईश्वरीय इच्छा परमाणुद्वयोः मध्ये अस्तु इदानीम् अस्माकं कार्यमस्ति परमाणुद्वयोः मध्ये यः संयोगः जायते तद् तस्मिन् कार्यं प्रति अत्र अन्यतासिद्धत्वं भवति वा ईश्वरीयज्ञानं कृतिः नाम ज्ञान इच्छायोः इच्छयोः इति प्रश्नः वा इदानीं तत्र इदानीम् अस्माकं घट उत्पादने अपि ईश्वरस्य इच्छाज्ञानकृतिः इति साधारणकारणानि इति उक्तानि सन्ति खलु महोदय तत्रापि इदानीं कार्यकारणभावः अस्ति यत्र तत्र अन्यतासिद्धत्वम् इदानीम् एतादृशक्रमशः क्रमः अस्ति चेत् अन्यतासिद्धत्वं भवति इति अस्ति खलु तदा केवलं ईश्वरस्य कृतिः एव कारणम् इति स्वीकुर्मः खलु पर्याप्तं भवति ईश्वरस्य ज्ञाने अन्यथा सिद्धत्वं भवति समीचीनम् तर्हि अत्र परमाणुद्वयसंयोगे अपि कृतिः एव वक्तव्यं खलु सत्यं तत्र कृतिः वदामश्चेत् कृतिः वदामश्चेत् पर्याप्तम् ज्ञानम् अपि च इच्छा द्वयमपि अन्यथा सिद्धम् इति स्वीकर्तुं शक्यते अस्तु समीचीनम् अत्र इतोपि किञ्चित् चिन्तयामः एतदेव तर्हि गृहपाठः भवतु एषः एव गृहपाठः भवतु तर्हि पुनः अस्मिन् विषये चिन्तनीयम् ईश्वरीय अत्र पुनः इत्युक्ते घटोत्पादने ईश्वरपरमात्मनः साधारणकारणत्वं नावश्यकम् इति निरूपितं कुलालस्य जीवात्मनः असाधारणकारणत्वम् आवश्यकम् अवश्यमिति अपि उक्तं तर्हि नूतनप्रश्नः अद्य ईश्वरीयज्ञान इच्छा अत्र अन्यतासिद्धं भवति वा न वा इति प्रश्नः अस्तु तदेव गृहपाठरूपेण अहं प्रेषयिष्यामि सर्वैः चिन्तयितुं शक्यते अत्र स्थगयामः सर्वेभ्यो नमस्कारः धन्यवादः धन्यवादः।